हरि ओम। हरि ओम। प्रायः अहं किञ्चित् शीघ्रमेव आगतवती इति मन्ये। साधारणतया मया एव विलम्बः क्रियते। सरस्वतीनि वरदे कामरूपिणि विद्यारम्भं करिष्यामि, सिद्धिर्भवतु मे सदा। पठामि संस्कृतं नित्यं, वदामि संस्कृतं सदा, ध्यायामि संस्कृतं सम्यक्, वन्दे संस्कृतमातरं। संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहं, संस्कृतस्य सदा भक्तो वन्दे संस्कृतमातरं। संस्कृतस्य कृते जीवन्, संस्कृतस्य कृते यजन्, आत्मानमाहुतं मन्ये वन्दे संस्कृतमातरम्। हिन्दुधर्मं समाजञ्च पवित्रां संस्कृतिं तथा संरक्ष्य ननु कुर्याम विश्वं शान्तिसमन्वितम्। यत् प्रेषितम् अद्य तत् आम्, किञ्चिदिव पठित्वा विवरणमपि पश्यामः अद्य। तत् विजयदशमी दिने बहु सङ्ग्रहेण एव किञ्चित् उपस्थापनं सर्वं कृतम्। अतः तत्र पुनः पठनेन कापि हानिः नास्ति इति मन्ये। अत्र तु केचन विषयाः पुनः योजिताः सन्ति उपस्थापने, अतः आरम्भादेव पठिष्यामः। टिकेट् पठनस्य इत्युक्ते इतोपि किञ्चिदिव बृहत् करोतु इतोपि। पर्याप्यते महोदय। पठ्यताम्। इदानीं पठनस्य क्रमं स्थापयामः वा? कथं? स्थापयतु, तत्सर्वं भवतां व्यवस्था। अस्तु अस्तु करोमि। तर्हि अकारादि तथा स्थापयामः वा? एतेन क्रमेण अस्तु। आदौ भव सकारात्। अभिषेक् महोदय, भवान् एव अकारात् अस्तु आरभ्य। महोदय, आरभामहे। प्रार्थयामि। अस्तु। कुवलयानन्दः अप्पयदीक्षितविरचितः ग्रन्थः, तस्य विवरणम् उपस्थापनम्। कवेः जयदेवस्य चन्द्रालोकः इत्यस्य लक्षणग्रन्थस्य व्याख्यानम् इव श्री अप्पयदीक्षितवर्येण रचितः ग्रन्थः कुवलयानन्दः। अस्मिन् ग्रन्थे चन्द्रालोकस्य शतसङ्ख्याकानाम् अलङ्काराणां कृते विस्तारेण लक्षणानि, लक्ष्यरूपेण उदाहरणानि अपि दीक्षितवर्येण रचितानि सन्ति। चन्द्रालोके प्रायः अलङ्काराणां लक्ष्यलक्षणसमन्वयः, परस्परसम्बन्धः दृश्यते। अपि च अर्थालङ्कारः इति नाम्ना अर्थवैचित्र्यम् अपि सूचितम् अस्ति। किन्तु शब्दालङ्कारस्य विषयः जयदेवेन न सूचितः। कुवलयानन्दे तु अलङ्कारस्य विवरणं लक्षणं, तस्य उदाहरणं लक्ष्यम् इति क्रमेण विषयद्वयेन दीक्षितः जयदेवस्य शत अलङ्कारैः सह स्वयं विंशतिसङ्ख्याकान् अलङ्कारश्लोकान् रचयित्वा योजितवान्। उदाहरणेषु कानिचन स्वरचितानि, कानिचन अन्येभ्यः ग्रन्थेभ्यः स्वीकृतानि च। पठनात् सर्वम् अवगम्यते एव, अग्रे सरामः इति मन्ये। प्रश्नाः सन्ति चेत् पृच्छन्तु। तावदेव। चन्द्रालोकः इति ग्रन्थः बहु लघु ग्रन्थः एव, विवरणमपि अधिकं न भवति तत्र, केवलं पङ्क्तित्रये वा चतुष्टये वा एव विवरणं भवति। ये पठितवन्तः ते जानीयुः इति मन्ये। परन्तु कुवलयानन्दे बहु विस्तारेण सर्वं दत्तमस्ति। एतत् तु मम प्रतिध्वनिः एव वा, अथवा प्रतिध्वनिः भवति खलु? नमस्ते शान्ति भगिनी, इदानीमेव भवत्याः मुखं दृष्टं, कथमस्ति? आं नमस्ते महोदय, अहं सम्यक् अस्मि, भवती कथमस्ति? सम्यक् अस्मि। अस्तु, अग्रे पश्यामः। इदानीं पठन्तु अग्रिमः, दीक्षितस्य उद्देशः कम् इति। मया एव पठनीयं लक्ष्मी महोदय? अस्तु। दीक्षितस्य उद्देशस्तु एवं, काव्यश्लोकेषु यत् अर्थसौन्दर्यम् अन्तर्भूतं भवेत् तस्य बहिरागमनस्य व्यवस्था भवतीरिति भवतु भवति इति भवतु इति क्षम्यताम्। कस्यापि श्लोकस्य अर्थे अन्तर्भूतानां गाम्भीर्यं, महत्त्वं, परिपक्वता, विकासविलासादयः इत्यादीन् गुणान् स्पष्टीकर्तुं सः श्लोकः एव उचित शब्दैः अलङ्करणीयः अलङ्कार रहितः शब्दः श्लोकः वा न शोभते इति। अवगतं खलु सूक्ष्म इदानीं अग्रे सुप्रसिद्धः काव्यविमर्शकः वामनः ग्रह्यम् अलङ्कारात् इति वदति। काव्यं ग्राह्यम् अलङ्कारात् इति वदति सः क्षम्यताम्। काव्यस्य परिपूर्ण काव्यपठनेन या तृप्तिः अपेक्षिता तादृशी तृप्तिः कथं सम्भवति कदा सम्भवति इत्युक्ते तत्र काव्यम् अलङ्कारैः सह आकर्षकं भवति चेदेव अस्माकं मनसि तृप्तिः भवति पूर्णतृप्तिः तदा एव भवति गतस्वर्गे वयम् एकम् उदाहरणं पठितवन्तः खलु पण्डिताः यथा भोजनं देहि राजेन्द्र घृतसूपसमन्वितम् इति उक्तवन्तः खलु तत्र अलङ्कारः नास्ति शोभनम् अपि अधिकं न भवति खलु तत्र बहु बहु रुचिराहित्यं भवति रसराहित्यं भवति परन्तु द्वितीयायां पङ्क्त्यां यदा कालिदासः किञ्चित् योजितवान् तत्र तत् वयं माहिषं च शरच्चन्द्र चन्द्रिका धवलं दधि इति तत्र केवलं दध्नः वर्णनमेव तावदेव परन्तुपि द्वितीया पङ्क्तेः कृते एव बहुमानं राजा दत्तवान् तद्भवतु भिन्नः विषयः परन्तु अस्माकं तृप्तिः केन भवति तादृश अलङ्कारभूषणादिभिः एव भवति इदानीं मनुष्यस्य शरीरम् अस्ति बहु साधारणरीत्या सः वस्त्रधारणं कृत्वा साधारणतया भवति चेत् तस्य आकर्षकशक्तिः तस्या इत्युक्ते मनुष्यः इति भवति चेत् ह्यूमन् बीङ्ग् इति अर्थः पुरुषः वा भवतु स्त्री वा भवतु तत्र किञ्चित् अलङ्काराः भूषणानि भवन्ति चेत् इतोपि सौन्दर्यम् अधिकं भवति जनाः एकवारं पश्यति द्विवारमपि किञ्चित् एवं शिरसः परिवर्तनं कृत्वा पुनः पश्यन्ति खलु तादृश आकर्षकशक्तिः भवति अलङ्कारैः आभरणादिभिः तथा एव काव्यम् इति वस्तुनः अपि अलङ्कारः आवश्यकः यदा अस्माकं मनसि काव्यस्य मुख्योद्देशः कः रसानुभवः तादृशरसानुभवः कदा लभ्यते एवम् अलङ्काराः सन्ति चेत् भिन्नभिन्नसमासाः सन्ति चेत् परन्तु तावदेव न केवलं शब्दालङ्कारः इति उक्त्वा केवलं शब्दानाम् अलङ्कारम् अनेके कवयः तथापि कुर्वन्ति अर्थराहित्यं भवति चेत् तदापि तृप्तिः न भवति अर्थः अपि शब्दस्य अर्थः अपि भवेत् चेत् अर्थस्य वैविध्यं भवति चेत् तस्य गाम्भीर्यं महत्त्वं परिपक्वता इति श्लोकस्य अर्थे एते सर्वे गुणाः भवन्ति तादृशगुणाः भवन्ति चेदेव अस्माकं मनसि रसानुभवः भवति इति अर्थः भवति अस्तु अतः एव वामनः इति काव्यविमर्शकः उक्तवान् काव्यं ग्राह्यम् अलङ्कारात् इति वदति सः अग्रे पठ्यताम् मनुष्यस्य स्वाभाविकरूपसौन्दर्यादिकं यथा अलङ्कारैः आभरणादिभिश्च अधिकतया शोभते तथा काव्यस्य स्वाभाविकसौन्दर्यमाधुर्यलालित्यादिकं तु उपमाद्यलङ्कारैः उचितशब्दैश्च शब्दैश्चैव शोभते। नो चेत् काव्यस्य हृदयङ्गमता न भवेत्। अतः एव ग्रन्थस्यास्य अलङ्कारशास्त्रम् इति नाम प्रसिद्धम्। किमर्थम् अस्य ग्रन्थस्य अलङ्कारशास्त्रम् अस्य विषयस्य विषयस्यापि अलङ्कारशास्त्रम् इति आगतम् इत्युक्ते अत्र एवं काव्यस्य अलङ्काराः भवन्ति चेत् तत्र तस्य प्रयोजनं हृदयस्पर्शी भवति काव्यं यदा अलङ्काराः भवन्ति अतः तथा एव पठितॄणां मनसि आनन्दोत्पादनं भवति सम्यक् रसनशक्तिः अपि अधिकः भवति खलु अतः एव एतादृश अलङ्काराः आवश्यकाः इति यस्मिन् ग्रन्थे एते सर्वे विषयाः उक्ताः तस्य नाम अलङ्कारशास्त्रम् इति प्रसिद्धं भवति प्राज्ञैः एवमपि उच्यते, पठ्यतां काव्यस्य सम्यक् अस्ति, पश्यतु. प्राज्ञैः एवमपि उच्यते, काव्यस्य आत्मा रसः, काव्यस्य सङ्घटनानि रीतिमार्गादयः, काव्यस्य आभरणानि अलङ्काराः, काव्यस्य शरीरं शब्दार्थः। अग्रे अग्रे पठ्यताम्. यथा मनुष्यस्य शरीरम् आभरणादिभिः अलङ्क्रियते, तथैव शब्दार्थः कविभिः अलङ्कारादिभिः अलङ्क्रियन्ते। अलङ्कारः अत्रैव अग्रे अपि पठनीयम्। महोदय किञ्चित् उपरि नयतु. अर्थालङ्कारः कण्ठाहारः इव कङ्कणानि कङ्कणानिव कर्णाभरणानिव मेखलानिव च भवेयुः। शब्दालङ्कारास्तु पादनूपुराणिव। अत्र पश्यतु, इदानीं वयं एते विषयाः भिन्नभिन्नविमर्शकैः उक्ताः सन्ति, अतः एव तान् सर्वान् विषयान् अहं योजयित्वा एतत् उपस्थापनरीत्या योजितवती अस्मि, भिन्नभिन्नपुस्तकैः पुस्तकेभ्यः स्वीकृत्य. अत्र पश्यतु, क्षिपतम् अलङ्काराः, अर्थालङ्काराः के इव भवन्ति? कण्ठहारः इव, कङ्कणानि इव, कर्णाभरणानि इव, मेखलानि इव, तत्र अधिक सौन्दर्यम् अधिकं भवति, अधिकशब्दः न भवति खलु. परन्तु शब्दालङ्कारः पादनूपुराणि इव भवति, केवलं पादयोः एव ध्रियते शब्दालङ्कारः, नूपुराणामेव खलु ध्वनिः शब्दः भवति. अत्र शब्दालङ्कारे अपि विषयः अस्ति, सौन्दर्यमस्ति न इति न, परन्तु तत्र अर्थवैविध्यम्, अर्थस्य महत्त्वं विना शब्दालङ्कारः एव भवति चेत्, डमडमडमडम धुम धुम धुम धुम इति एवं भवति चेत्, तत्र किञ्चित् कालं यावत् अस्माकं कर्णयोः आनन्दः भवेत् न इति न, परन्तु कियत्कालं यावत् तथा एव भवतां वयं पठितुं शक्नुमः, अर्थः भवति चेदेव तृप्तिः भवति, पूर्णतृप्तिः इति. तदेव अत्र उक्तं, पठ्यतां शब्दालङ्कारे. शब्दालङ्कारे अनुप्रासः, यमकः, चित्रकविता इति त्रयः मुख्यविधाः भवन्ति। किन्तु केवलं शब्दालङ्काराणाम् अनुभवेनैव पठितॄणां पूर्णतृप्तिः तु न भवति। काव्यरसानुभवार्थम् अर्थेष्वपि सौन्दर्यं, वैचित्र्यं, वैविध्यं, चमत्कारः इत्यादयः आवश्यकाः। विषयम् इमं लक्षीकृत्यैव चन्द्रालोकः, कुवलयानन्दः इति कृतिद्वयं रचितम्। अन्येन पठ्यताम् महोदय, अग्रे अखिल प्रश्नः अस्ति महोदय, तत्र वदतु. अत्र काव्यस्य सङ्घटनानि इति अस्ति खलु, रीतिमार्गादयः किं सूचयति? अत्र तत्र शैल्याः पदानां योजने किञ्चन विधानं भवति. पूर्वम् एकवारम् उक्तवती वैदर्भीशैली, गौडीशैली इति यदा वयम् एतत् पठितवन्तः विक्रमोर्वशीयं, तदा रीतिविषये अहम् उक्तवती अस्मि. तत्र शैली, रीति, मार्गः, एतत् सर्वं काव्यानां लक्षणं भवति. इदानीं बाणस्य पादं कादम्बरीग्रन्थं स्वीकुर्मः चेत् तत्र बहु वर्णनं अत्यधिकं भवति, दीर्घसमासाः, दीर्घवाक्यानि भवन्ति, तत्र ओजोगुणः इति तस्य अर्थः भवति. तादृशशैली एतत् भवितुमर्हति. वैदर्भीशैली किञ्चित् भिन्नरीत्या भवति. एवं ते सर्वे मार्गाः इत्यपि उच्यन्ते, रीतयः इत्यपि उच्यन्ते, शैलीमेव एवं भिन्नभिन्ननाम्ना वदन्ति जनाः. इदानीं दण्डी, दण्डी इति कश्चन कविः, सः दशकुमारचरितम् इति बृहद्गद्यं सः रचितवान्. बाणस्य कादम्बरी सदृशं भवति, परन्तु भिन्नरीत्या, दश राजकुमाराणां, मन्त्रिकुमाराणाम् आहत्य दश, तेषां चरितम् इति. तत्र पदलालित्यमिति वयं कालिदासस्य उपमा, अनन्तरं भारवेः अर्थगौरवम्, अनन्तरं दण्डिनः पदलालित्यम् इति वदन्ति खलु, त्रयः गुणाः अपि मार्गे सन्ति इति. पदलालित्यम् इत्युक्ते यत्तु एवं बहु काचन नदी वर्तते, नदी अधिकप्रवाहः न भवति, शरत्काले भवति, तत्तु नदी तलभागे, नद्याः तलभागे अनेकशिलाखण्डाः भवन्ति खलु, पेबल्स् इति भवन्ति, तस्य उपरि किञ्चित् वेगं विना मन्दं मन्दं नदी प्रवहति चेत् गलगलगलगलगलगलगलगल इति कश्चन शब्दः भवति खलु, तद् बहु ललितशब्दः, एलिगेण्ट्, इट् इस् वेरि एलिगेण्ट् इति वदामः, तदेव पदलालित्यम् इति. तथा एव दण्डिनः पदलालित्यं, तस्य शैली तथा वर्तते, बाणस्य शैली ओजोगुणं सूचयति. एवं भिन्नभिन्नकवेः कश्चन गुणः वर्तते, प्रसिद्धगुणः वर्तते, एतत् सर्वं शैली, रीति, मार्गः इति उच्यते. धन्यवादः महोदय. क्रमः मया सूचितः चाट् मध्ये, कृपया तं क्रमम् अनुसरन्तु. मया पठनीयं खलु अग्रे. नमस्कारः, नमांसि महोदये, अखिल अस्मि अत्र. अखिल आगतवती. आं महोदये, आगतवती. अलङ्काराः पुराणेतिहासेष्वपि अनन्ताः आसन्, उदाहरणार्थं वाल्मीकिरामायणं. किन्तु तेषां गणनं, नामानि, लक्षणानि वा निष्कर्षरीत्या न निश्चितानि आसन्. भरतमुनिना उपमा, रूपकः, दीपकः, यमकः इति केवलं चत्वारः एव उक्ताः. दण्डी, भामहः, उद्भटः इत्यादीनाम् अनन्तरकालीनां गणने प्रायः पञ्चत्रिंशत् संख्याकाः अभवन्. कालक्रमेण अल्पभेदेनैव षष्टिशतम् इति भूत्वा अप्पय्यदीक्षितस्य काले 200-100 इति अलङ्काराः परिगणिताः विभक्ताश्च. दीक्षितस्तु अतिसूक्ष्मावलोकेन अवधानेन च उपमा अलङ्कारमेव आधारीकृत्य वस्तुद्वयस्य परस्परसादृश्यस्य साहाय्येनैव सर्वान् अलङ्कारान् विमर्श्य सहृदयानां मनसि प्रभूतं सौन्दर्योपासनाशक्तिम् एव उत्पादितवान्. अवगतं खलु. इदानीं यद्यपि अलङ्काराः इदानीं 20-100 इति अवगतं खलु, प्रथमशतके भरतमुनिः केवलं अलङ्काराणां विभागान् केवलं चत्वारः इत्येव सः उक्तवान्. तत्रैव अन्तर्गतभूताः भवन्ति उपमा इति अलङ्कारे एव अलङ्काराः बहवः भवन्ति, उत्प्रेक्षा, रूपकम् इत्यादि सर्वाः, सर्वे अलङ्काराः अपि उपमाम् आधारीकृत्य एव भवति, उपमालङ्कारम् आधारीकृत्य एव भवति, तत्तु निश्चयम्. अत्र यदा भरतमुनिः केवलं चत्वारः विभागाः इति सः उक्तवान् तत्तु स्थूलरीत्या, तदनन्तरं ये जनाः आगताः दण्डी, भामहः, उद्भवः इत्यादीनां, ते इतोपि किञ्चित् तत्रैव प्रभेदं दर्शयित्वा भिन्नभिन्ननामानि दत्तवन्तः. अनन्तरं तत् पुनः अल्प इतोपि भेदाः भवन्ति इति सम्यक् अवधार्य, सम्यक् परिशील्य, एवम् अप्पय्यभू दीक्षितः यदा 100 आसीत् तदनन्तरमपि चन्द्रालोके 100 अलङ्काराः, अप्पय्यदीक्षितः इतोपि 20 अलङ्कारान् योजयित्वा 120 इति कृतवान्. इदानीं वयं जानीमः खलु, वयं विज्ञाने अपि जानीमः, केवलं पूर्वं सर्वे आटम् इति तावदेव, मालिक्युलोट् आटम् तावदेव आसीत् खलु, अदनन्तरमेव तस्य प्रभेदः इतोपि अणोरणु, परमाणु, परमपरमाणु इति भिन्नभिन्न अनेके विभागाः आगताः खलु. तत्तु एवमपि काव्यप्रपञ्चे अपि एवं पुनः पुनः नूतननूतनसंशोधनानि क्रियमाणानि भवन्ति, भिन्नभिन्न विषयाणां आविष्कारः अपि भवति, सर्वेषु क्षेत्रेषु तथा एव. अतः एव अलङ्काराः इदानीं विंशत्युत्तर एकं शतम् इति परिगणिताः सन्ति. तदेव अप्पय्यदीक्षितस्य प्राशस्त्यं वैशिष्ट्यम् इति वक्तुं शक्नुमः. न केवलम् अलङ्काराणां संख्या इति न, अलङ्कारे केवलम् अनुष्टुप् छन्दसि वा पङ्क्तिद्वयं भवति श्लोकाः, साधारणतया अनुष्टुप् छन्दसि. तत्र प्रथमपङ्क्तिः किं वदति इत्युक्ते अत्र लक्षणं वदति, अलङ्कारस्य लक्षणं वदति. द्वितीयायां पङ्क्त्याम् उदाहरणं भवति, अतः अग्रे अपि पश्यामः. तादृशक्रमे अप्पय्यदीक्षितः सर्वान् अलङ्कारान् स्थापितवान्. भवतु अग्रे. अतः एव एवम् उपमालङ्कारः इति आधारः भवति चेत् तत्रैव बहवः विषयाः अपि सन्ति. तत्र बहु सौन्दर्यमपि अधिकम् अस्ति. भिन्नभिन्न अलङ्काराः भवन्ति खलु, तत् वयं अग्रे पश्यामः एव. इदानीं शिवाजिः व्याघ्रसमानः पराक्रमशाली इति वक्तुं, व्याघ्रः इव पराक्रमशाली इति वदति, साक्षात् उपमा अलङ्कारः भवति. सः पुरुषव्याघ्रः शिवाजिः इति वदामः चेत् तद्भिन्नः अलङ्कारः, परन्तु विषयः सः एव. सः व्याघ्रः इति न, व्याघ्रः इव पराक्रमशाली इत्येव अर्थः, परन्तु तादृशप्रयोगः भिन्नविधे अलङ्कारं सूचयति. तथा प्रभेदान् अधे अनेकान् प्रभेदान् कृतवान् अप्पय्यदीक्षितः. अग्रे महोदय, प्रश्नः अस्ति, तत्र चन्द्रालोके शतम् अलङ्काराः, अपि च अग्रे इतोपि विंशतिः योजिताः, ते सर्वेपि शतम् अपि उपमायामेव अन्तर्भवन्ति इति वा? कथमिति साधारणतया अस्तु. उपमाम् आधारीकृत्य भिन्नभिन्न अलङ्कारः. इदानीम् एतदपि पश्यतु, अग्रे वयं केचन कांश्चन अलङ्कारान् पठितवन्तः, परिचिताः अलङ्काराः सन्ति खलु. तत्र अर्थान्तरन्यासः बहु विशेषतया अधिकतया तस्य उपयोगः भवति खलु. तत्रापि तथा एव किञ्चिदिव उपमाविषयः अस्ति एव खलु. तत्र उद्योगनैव किं तत् सिद्ध्यन्ति कार्याणि न सिद्ध्यन्ति मनोरथानि. कार्याणि न मनोर हा सिद्ध्यन्ति कार्याणि उद्यमेनैव हि कार्य न सिद्ध्यन्ति कार्याणि न मनोरथैः. नहि तत्र तु न हि सुप्तस्य सिंहस्य मुखे सिंहस्य प्रविशन्ति मृगाः. तत्र किं तथा एव खलु, सिंहस्य उपमान सिंहः उपमानम् उपमेयं तत् भवति भिन्नभिन्नरीत्या. सा केवलं वयं सूक्ष्मरीत्या पश्यामः चेत् तत्रापि भावः उपमालङ्कारस्य भावः एव, परन्तु भिन्नरीत्या उक्तम्. अतः अर्थान्तरन्यासः इति तस्य नाम दत्तं, परन्तु तदर्थं विवरणमपि अस्ति किमर्थं तादृशभिन्नं नाम इत्यपि पश्यामः वयम्. इदानीं लोपानां विषयः भवति, बहुधा अष्टधा लोपाः भवन्ति उपमालङ्कारे, तत्सर्वं पश्यामः. तत्र किञ्चन विधानं भवति, तदपि पश्यामः. तर्हि अत्र इदानीं यद् लिखितमस्ति, भरतमुनिना चत्वारः उक्ताः, ते अपि आं चत्वारः पश्यतु, अपि हा उपमा दीपक उपमायामेव. यमकः. यमकः इति तु शब्दालङ्कारस्य विषयः, दीपकालङ्कारः रूपकः अर्थालङ्कारः. क्षम्यताम्. तर्हि सर्वेपि अर्थालङ्कारः उपमायाम् अन्तर्भवन्ति इत्येव निश्चितं, आं तत्र साधारण चत्वारः भवन्ति. अन्तर्भवन्ति इति तथा वक्तुं न शक्यते. उपमालङ्कारम् आधाररीत्या आधारीकृत्य अग्रे अग्रे उपरि उपरि भवनानि स्थापितानि इति निर्मितानि. अवगतं महोदय, धन्यवादः. कुवलयानन्दः विशेषश्लोकाः विषयाश्च. ये पठतु एतस्य श्लोकस्य अर्थं वयं पूर्वमेव पठितवन्तः. केवलं श्लोकं पठतु, इतरत्र भवती न आसीत् विशेषतया खलु. दृष्टाः केचन श्लोकाः अत्र दत्ताः सन्ति. उद्घाट्ययोगकलया हृदयाब्जकोशं दैन्यैश्चिरादपि यथा रुचि गृह्यमाणः यः प्रस्फुरत्य विस्फुरतं परिपूर्णरूपः श्रेयः स मे दिशतु शाश्वतिकं मुकुन्दः. यः मुकुन्दः दैन्यैः योगिभिः योगकलया हृदयाब्जकोशम् उद्घाट्य चिरादपि यथारुचि गृह्यमाणः अविरतं प्रस्फुरति सः परिपूर्णरूपः मुकुन्दः मे शाश्वतिकं श्रेयः तिषतु। दिशतु, तत्तु प्रार्थनाश्लोकः। तत्र कोऽपि प्रश्नः नास्ति चेत् अग्रे सरामः। येषां चन्द्रालोके दृश्यन्ते लक्ष्यलक्षणश्लोकाः प्रायस्त एव तरेषां त्वभिनवाविरच्यन्ते प्रायस्त एवेतरेषां प्रायस्त त्वभिनवाविरच्यन्ते। एवेतरेषां त्वभिनवाविरच्यन्ते। चन्द्रालोके येषाम् अलङ्काराणां लक्ष्यलक्षणश्लोकाः दृश्यन्ते प्रायः तेषां कृते ते श्लोकाः एव अत्रापि दत्ताः, इतरेषां तु अभिनवाः विरच्यन्ते। तदेव सः उक्तवान् खलु, 20 श्लोकान् सः योजितवान् इति। सः स्वयं सः तस् रचयित्वा तत्र योजितवान्। अन्य कोऽपि पठति वा? अग्रे भव्या भगिनी भवत्याः। आं महोदय, तत्र येषां चन्द्रलोके इत्यारभ्य खलु। अभवत् अमरि अमरि कमरि भारभ्रमरि मुखरि कृतं दूरीकरोतु दुरितं गौरीचरणपङ्कजम्। यदा देवताश्रियः गौरीदेव्याः चरणकमलं नमन्ति। द्विवारं पठति वा श्लोकम्? अस्तु, अमरि कमरि भारभ्रमरि कबरी भारम्, अमरी कमरी इति दत्तमस्ति, कबरी वा? बा कबरी अस्तु, क्षम्यतां, केशः। अमरी कबरी भार भ्रमरी मुखरी कृतं दूरी करोतु दुरितं गौरी चरण पंकजं। एतत्तु गीतम् अस्ति खलु, अमरी कबरी इति कस्मिन् रागे अपि आगच्छति अत्र बालिका। शब्दालङ्कारः अपि अस्ति, पश्यतु, पुनः पुनः री इति रिकार तस्य अनुवर्तनं भवति, तदपि अस्ति, अर्थः अपि अस्ति, बहु सम्यक् अस्ति। यदा देवतास्त्रियः गौरीदेव्याः चरणकमलं नमन्ति, तासां केशधृतकुसुमसुगन्धैः युक्तेन देवीपादपङ्कजेन आकृष्टाः भ्रमर्यः भ्रान्ताः झङ्कारशब्दं कुर्वन्त्यः तत्रैव तिष्ठन्ति। तच्चरणकमलम् अस्माकं कष्टानि दूरीकरोतु। एवं भवतु, यदा अत्र आमरी देवतास्त्रियः कबरीभार इति केशभारः, तत्र तत्तु यदा देवतास्त्रियः गौरीदेव्याः चरणकमलं नमन्ति, तेषां केशभारेषु यानि कुसुमानि धृतानि तेषां सुगन्धेन युक्तेन भवति, युक्तं भवति देवी देव्याः पदपङ्कजम्। तत्र आकृष्टाः भ्रमर्यः, तत्रापि भ्रमरी इति वक्तु भ्रमराः अपि भवितुम् अर्हति, परन्तु भ्रमर्यः इति किमर्थम् उक्तं शब्दालङ्कारस्य कृते? यथा अमरी मुखरी भ्रमरी गौरी इति आनेतुं भ्रमरी इति उक्तवान् सः। आकृष्टाः भ्रमर्यः भ्रान्ताः भूत्वा झङ्कारशब्दं कुर्वन्त्यः पादकमले एव तिष्ठन्ति, तादृश चरणकमलं देव्याः चरणकमलम् अस्माकं कष्टानि दूरीकरोतु इति। अलङ्कारेषु बालानाम् अवगाहनसिद्धये ललित क्रियते तेषां लक्ष्यलक्षणसङ्ग्रहः। उपमाद्यलङ्काराणां स्वरूपस्य सुलभ अवगमनार्थम् अननुभविनामपि अनुभविनामपि सौलभ्यार्थम् अननुभविनामपि ओ अस्तु अननुभविनामपि सौलभ्यार्थं च लक्ष्यलक्षणसङ्ग्रहः सरलीक्रियते। अवगतं अस्मिन् खलु अस्य अर्थः सर्वेषां? अस्मिन् ग्रन्थे एकैकस्मिन् श्लोकेऽपि प्रथमभागे लक्षणं साधारणधर्मः, उत्तरभागे लक्ष्यं तस्य अलङ्कारस्य उदाहरणम् इति व्यवस्थितम् अस्ति। एतत्तु उपस्थापनरीत्या कृतम्। इदानीं साक्षात् अलङ्कारविषयान् पश्यामः अग्रे। तर्हि वयं अवगम्यते, सर्वे बालाः, सर्वे बालाः। क्षम्यताम्, अत्र तदेव वक्तुम् अहम् उद्युक्तवती इदानीं। बालाः इति किमर्थम् उक्तम् इत्युक्ते ज्ञाने वयं सर्वे बालाः एव, अतः बालाः इति उक्तं। तथा एव लघुसिद्धान्तकौमुदी मध्ये अपि भवति खलु, तत्र वरदराजः इति सः लघुकौमुदीग्रन्थं रचितवान्, तत् बालानाम् अवगमनार्थम् एव तथा कृतम्। अस्तु, वयं सर्वे बालाः एव। अस्तु, अन्यः पठति वा? अस्तु, पठामि। उपमालङ्कारस्य प्रथमः श्लोकः। उपमा यत्र सादृश्यलक्ष्मीरुल्लसति द्वयोः, अंसीव कृष्णते कीर्तिस्वर्गङ्गाम अधिरोहति, स्वर्गङ्गाम् स्वर्गङ्गाम् अधिरोहति। उपमा यत्र सादृश्यलक्ष्मीरुल्लसति द्वयोः, हंसीव कृष्णते कीर्तिस्वर्गङ्गामधिरोहति। तस्य अर्थः यत्र उपमान उपमेययोः चारुसादृश्यं सदृशत्वं स्पष्टं प्रकाशितं भूत्वा पठितृणां हृदयाह्लादम् उत्पादयति, तत्र उपमालङ्कारः वर्तते। उपमालङ्कारस्य उपमानम्, उपमेयं, साधारणधर्मः, उपमावाचकम् इति चत्वारः अवयवाः एतस्य श्लोकविवरणं। विवरणं पश्यतु। हे कृष्ण, ते कीर्तिः हंसी इव स्वर्गङ्गाम् अधिरोहति, नाम तव कीर्तिः हंसी इव देवगङ्गापर्यन्तं व्यापकत्वं प्राप्तवती। अत्र सादृश्यं व्यङ्ग्यं विना स्पष्टं प्रकाशितम् अस्ति। बहु ऋजु अस्ति तत्र सादृश्यम् उपमालङ्कारः। हंसी इति उपमानं, कीर्तिः इति उपमेयं, देवगङ्गाप्रवेशः अस्ति साधारणधर्मः, इवादिशब्दाः, नाम अत्र इव उपमावाचकम्। उपमावाचकम् इत्यस्य न केवलम् इव इत्येव एकमेव इति न, यथा भिन्नभिन्नशब्दाः भवन्ति इव उपमावाचकं सूचयितुम्, अतः एव इवादिशब्दाः इति उक्तम्। उपमायां यत्र चत्वारो अपि अवयवाः दृश्यन्ते, तत्र पूर्णोपमा। महोदय, मम प्रश्नः अस्ति, अत्र साधारणधर्मः इति तत्र क्रिया नो चेत् भावः गुणः इति तादृशविभिन्नाः भवन्ति वा, नो चेत् क्रियापदमेव भवति वा तत्र साधारण? क्रियापदम् इत्येव न, साधारणधर्मः इत्युक्ते विषयः, वस्तु, कस्मिन् विषये तोलनम् इति यदुच्यते, यत् येन पदेन अवगम्यते तदेव साधारणधर्मः। तर्हि गुणमपि भवितुमर्हति खलु, तत्र गुणं भवितुमर्हति, भवितुमर्हति। विक्रमः इव भोजराजः उदारः इति वदामः चेत् तत्र उदारगुणः एव धर्मः, विक्रमस्य उदारगुणः इव इति अर्थः भवति। तर्हि यस्मिन् विषये तोलनम् इति तदेव साधारणधर्मः। अत्र यत्र पश्यतु, अत्र अस्ति। तर्हि अग्रे, द्वयोः सदृशविषयोः तोलनं भवति चेत् तत्र उपमा। यदा तादृशं तोलनं मनोरञ्जकत्वेन आकर्षकं भवति, तदा अलङ्कारः इति नाम समर्थ्यते। अस्य उक्तिवैचित्र्यम् इति कीर्तिरस्ति इत्यपि कीर्तिः अस्ति। एवं तोलनविषयः एव विभिन्नरीत्या वैविध्यम् आवहति। वाक्यम् अलङ्कारोतीति अलङ्कारः अलङ्कारोतीति अलङ्करोति वाक्यम् अलङ्करोति इति कारणात् अलङ्कारः इत्युच्यते। अत्र अधिकतया सादृश्यविधानं सादृश्यविधानम् आधारीकृत्य एव विभिन्नालङ्काराः अलङ्कारविधाः उच्यन्ते यत् अत एव उपमालङ्कारः सर्वप्राधान्यम् आवहति। अवगतं खलु, तोलनमेव मुख्यविषयः भवति इति कारणात् उपमालङ्कारस्य एव प्राधान्यं भवति, तदाधारीकृत्य एव भिन्न अवशिष्टाः अलङ्काराः भवन्ति। अत्र अस्मिन् श्लोके इदानीं हे कृष्ण उपमान उपमेयं गतं खलु, अवगतम् उक्तम् अत्र हंसी उपमानं तदिव कृष्णस्य कृष्णः उपमेयं कीर्तिः कृष्णस्य कीर्तिः उपमेयं, यथा हंसी स्वर्गङ्गा इत्युक्ते आकाशगङ्गां गत्वा तत्र एव आनन्दं प्राप्नोति हंसी, तथा एव कृष्णस्य कीर्तिः स्वर्गलोकपर्यन्तं गता इति, तव कीर्तिः हंसीव देवगङ्गापर्यन्तं व्यापकत्वं प्राप्तवती इति अर्थः भवति। अतः अत्र साधारणधर्मः कीर्तिः इति विषयः, हंसी इति उपमानं भवति, क्षम्यतां कीर्तिः उपमेयं, देवगङ्गाप्रवासः साधारणधर्मः, अतः विषयः भवति साधारणधर्मस्य विषयः देवगङ्गाप्रवासः, यतः हंसी अपि गच्छति कृष्णस्य कीर्तिः अपि तत्र गच्छति इति कारणात्। अस्तु इदानीं यत्र अलङ्कारः साक्षात् न दर्शितः, केवलं तर्कितः अथवा ऊहितः अभिप्रेतः, तत्र उपमाध्वनिः इत्युच्यते, न तु अलङ्कारः इति। एतस्य विषयम् अनन्तरं पश्यामः, यत्र ध्वन्यालोके प्रायः सः विषयः भवति तत्र पश्यामः। यदा उपमानशब्दः आत्मना सहैव तुल्यते तदा अनन्वयः इति भवति, तत्तु भिन्नः अलङ्कारः। अत्र केवलम् अलङ्कारस्य विषये प्रारम्भे एषः अपि विषयः आगच्छति इति कारणात् अहम् अत्र उक्तवती। रामायणे भवन्तः सर्वे पठितवन्तः इति मन्ये, युद्धस्य समये गगनं गगनाकारं, सागरं सागरः सागरोपमम्, अनन्तरं रावणयोर्युद्धं रामरावणयोरिव इति श्लोकः आगतः खलु, तत्र अनन्वयः अत्र तत्सदृशं भिन्नं नास्ति इति वक्तुं, रामरावणयोः युद्धं तत्सदृशं भिन्नं युद्धं नास्ति, अन्यत् युद्धं नास्ति, अतः अन्वयः एव नास्ति, अन्वितः अन्वयं कर्तुं विषयः वस्तु अपि नास्ति, तथा भवति चेत् तस्य अलङ्कारस्य अनन्वयः इति नाम भवति। एतस्य विषयः अग्रे अपि आगच्छति, अनन्तरं पश्यामः। इदानीम् उपमालङ्कारे एव प्रथमः श्लोकः बहु सरलः आसीत्, कृष्णस्य कीर्तिः। इदानीम् एतत् पश्यामः, द्वितीयं श्लोकं पठन्तु। विनायक महोदय पठति किम्? यत्र अलङ्कारः साक्षात् न दर्शितः किन्तु केवलं तर्कितः ऊहितः अभिप्रेतः तत्र उपमाध्वनिः इत्युच्यते न तु अलङ्कारः। यदा उपमानशब्दः आत्मना सहैव तुल्यते तदा अनन्वयः इति उच्यते। उदाहरणार्थं रामायणे गगनं गगनाकारं, अग्रे गच्छतु, अहम् उक्तवती खलु, द्वितीयं श्लोकं पठतु। गुणदोषौ बुधौ गृह्णात् किम् एकवारं पठामि वा, गुणदोषौ बुधो गृह्णन् इन्दुक्ष्वेढा विवेश्वरः शिरसा श्लाघते पूर्वं परं कण्ठे नियच्छति। इदानीं पठतु। गुणदोषौ बुधौ गृह्णन् निन्दुक्ष्वेढाविवेश्वरः शिरसा श्लाघते पूर्वं परं कण्ठे नियच्छति। तस्य अतः पदविभागमपि करोतु भवान्। गुणदोषौ बुधो बुधः गृह्णन् इन्दु इन्दु इन्दुक्षु एव क्ष्वेढौ इन्दुक्ष्वेढौ इव ईश्वरः शिरसा श्लाघते पूर्वं परं कण्ठे नियच्छति। नियच्छति। एकवारं विवरणं पठतु, अनन्तरम् अहं वदामि। यथा ईश्वरः श्रेष्ठं चन्द्रं गुणं शिरसा धृत्वा श्वेढं विषं कण्ठे नियच्छति बध्नाति, तथा बुधः पण्डितः पूर्वं जनानां गुणान् शिरः कम्पनेन श्लाघते, दोषान् तु अनुक्त्वा कण्ठे एव नियच्छति. अत्रापि पूर्णोपमा एव दृश्यते. ईश्वरस्य शिरसा चन्द्रवहनं, विषयस्य कण्ठे नियन्त्रणं इति विषयाना उपमानम्. विषस्य ओ, विषस्य कण्ठे नियन्त्रणं इति उपमानं. बुधस्य पक्षे शिरसा श्लाघनं, दोषस्य कण्ठे नियमनम् इति उपमेयं. किन्तु उपमान उपमेययोः मध्ये समानरूपेण अन्वितः साधारणधर्मः एकः न वर्तते. यद्यपि गृह्णन् इत्येतत् पदं द्वयोः मध्येपि अन्वयति, विभिन्नार्थे एव. तावत्पर्यन्तं वदामि, अनन्तरम् अग्रे पश्यामः. अत्र ईश्वरः शिरसि चन्द्रं धरति, परन्तु कण्ठे एव विषं नियच्छति. तथा शिव बुधः पण्डितः किं करोति, यदा केनापि उत्तमं कार्यं कृतं चेत्, उत्तमकाव्यं कृतं चेत्, शिरः कम्पनेन तस्य श्लाघनं दर्शयति. परन्तु तत्र दोषाः केपि सन्ति चेदपि पण्डितः सः साधारणतया इतरेषां दोषान् सर्वेषां पुरतः न सूचयति, पृथक् तन् आनीय अनन्तरं वदेत्, परन्तु सर्वेषां पुरतः दोषान् न वदति. सः कण्ठे एव नियच्छति. अतः ईश्वरस्य बुधस्य परस्परं तोलनं कृतम् इति. अत्र तु साधारणधर्मः कः इति अस्माभिः अवगन्तव्यं खलु. भिन्नभिन्नधर्मः भवति वा कथम् इति वयं पश्यामः. अत्र गृह्णन् इति अस्ति, बुधः शिवः तत्र बध्नाति, चन्द्रं तत्र बध्नाति, विषं कण्ठे बध्नाति. अत्र भवति अर्थः, धर्मः भवति गृह्णन् अथवा बन्धनं, ग्रहणम् इति अर्थः भवति. चन्द्रस्य ग्रहणं, विषस्य ग्रहणम् इति भवति. पण्डितः किं करोति, तत्र ग्रहणम् इति किमपि न, शिरःकम्पेन श्लाघनं करोति सः. अनन्तरं दोषान् कण्ठे एव स्थापयति. अतः अत्र गुणानां श्लाघनं यदा सः करोति अभिनन्दनरीत्या, तत्रापि स्वीकारः इत्येव अर्थः स्वीकरणीयः. यथा ईश्वरः ग्रहणरीत्या चन्द्रं स्वीकृतवान्, ग्रहण इत्युक्ते न तु उपरागः, ग्रहणम् इत्युक्ते शिरसि धरति इति अर्थः. अतः तथा स्वीकारः, चन्द्रम् अलङ्कारार्थ्या स्वीकरोति ईश्वरः, तत्र स्थापयति. परन्तु विषं तु दोषयुक्तम् इति भवति चेदपि तदपि गृह्णाति, कण्ठे एव बध्नाति. किमर्थम्? अन्येषां कृते उपकारं कर्तुं, बाधां न जनयेम् न जनयतु इति कारणात् सः करोति खलु. तत्र तस्य कार्यं किं? ग्रहणं, द्वयस्य ग्रहणमेव. तथा पण्डिताः अपि श्लाघनं कर्तुं, शिरःकम्पनेन श्लाघनं करोति चेत् तदा स्वीकारं करोति, तं विषयं सम्यक् स्वीकृत्य श्लाघनं करोति, परन्तु दोषानपि स्वीकरोति, परन्तु बहिः न दर्शयति, कण्ठे एव स्थापयति इति कारणात् अत्र ग्रहणम् इत्यस्य स्वीकारः इत्यपि अर्थः स्वीकरणीयः. सः एव अत्र साधारणधर्मः भवति. अवगतं वा? अग्रे पश्यतु. महोदय, एकः प्रश्नः, तत्र उपमा पूर्णं पठित्वा वयं पश्यामः वा, यतः कदाचित् प्रश्नस्य उत्तरम् अत्रैव भवेत् इत्यतः. पश्यतु, पठतु. उपमानपक्षे चन्द्रस्य ग्रहणं शिरसाधरणमित्यर्थं, विषस्य ग्रहणं कण्ठे नियन्त्रणमित्यर्थं च द्योतयति. तथैव उपमेयपक्षे बुधस्य शिरः कम्पनं गुणस्य कम्पनम् इति युगपत् पठतु. तथैव उपमेयपक्षे बुधस्य शिरः कम्पनं गुणस्य अभिनन्दनमित्यर्थं, दोषम् अनुक्त्वा कण्ठे नियन्त्रणमिति चार्थं द्योतयति. एवं गृह्णन् इत्यनेन पदेन एकस्मिन् पक्षे स्वीकारम्, अपरत्र अवगमनम् अभिनन्दनम् इति अर्थद्वयं सूच्यते. अत्र साधारणधर्मः न दृष्टः, परन्तु अपि अत्र गृह्णन् इति एकमेव पदं चन्द्रगुणयोः विषदोषयोः च मध्ये सादृश्यभावं सूचयति। एवं किमर्थम् उक्तं चन्द्रगुणयोः विषदोषयोः इति किमर्थम् उक्तं? बुधः उक्तवान् खलु, पण्डिताः गुणं शिरःकम्पनेन श्लाघते इति वक्तुं खलु, अतः चन्द्रस्य गुणस्य परस्परं तोलनं भवति, पुनः दोषस्य विषस्य परस्परं तोलनं भवति, अतः विषदोषयोः विषदोषयोः इति आगतम्। अस्तु अतः स्वीकारः ज्ञानम् इत्येतस्य धर्मद्वयस्यापि अभेदस्य प्रसक्तिरस्तीति कृत्वा अत्र साधारणधर्मस्य उपस्थितिः वर्तते इति पण्डितैः निश्चितम्। निश्चितम्। अस्तु, अत्र एकस्मिन् भावे एव तानि पदानि उपयुक्तानि इति कारणात् पण्डिताः सर्वे तत्र एव साधारणधर्मः अन्तर्भूतः इति वदन्ति, पण्डिताः एतत्तु अङ्गीकृतवन्तः इति। यथा पूर्वतनश्लोके हंसी कीर्तिः इति पदद्वयस्यापि देवगङ्गाप्रवेशः साधारणधर्मत्वेन अन्वितः, तथैव अत्र ईश्वरस्य चन्द्रविषयोः स्वीकारः बिम्बत्वं, पण्डितेन ज्ञातौ गुणदोषौ प्रतिबिम्बत्वं च भिन्नौ चेदपि परस्परसादृश्यम् आवहति। उपमाने बिम्बत्वम्, उपमेये प्रतिबिम्बत्वम् इति उच्यते। उच्यते। अस्तु, अहं चिन्तयामि अवगतम् इति। अस्तु, इदानीं भवत्याः प्रश्नः कः आम् सन्ति महोदय, भगिनि? तत्र उपमाध्वनिः इति यत् उक्तं, यत्र पूर्णोपमा नास्ति तत्र उपमाध्वनिः इति अस्ति वा? इत्युक्ते यत्र यत्र पूर्णोपमा नास्ति तत्र सर्वत्र उपमाध्वनिः इत्येव उच्यते इति वा? पुनः वदतु। लुप्तोपमा इत्यपि अस्ति खलु, लुप्तोपमा वा न उपमाध्वनिः इति पूर्णोपमा वा? न न मम अत्र उपरि तत्र लिखितमस्ति यत्र ओ श्लोके वा श्लोके न मम उपरि उपमाध्वनिः इति किञ्चित् उपरि गच्छति वा लक्ष्मीनारायण, अत्र लिखितमस्ति यत्र अलङ्कारः साक्षात् न दर्शितः तत्र उपमा ध्वनिः इत्युच्यते इति। तत्तु अनन्तरं वदामि इति उक्तं खलु मया, अत्र अलङ्कारः इति न भवति, तस्य उपमा ध्वनिः इति उच्यते इति। तत्तु ध्वन्यालोके एषः विषयः आगच्छति, अनन्तरं तस्य विवरणं ददामि इति। अस्तु, तर्हि इदानीम् अस्मिन् श्लोके अपि पूर्णोपमा एव अस्ति इति स्वीकरणीयम् अस्ति वा, यतः समानधर्मः अपि अस्ति इति कृत्वा? द्वितीये श्लोके वा? द्वितीये श्लोके किं तत्र साधारणधर्मः इति, साधारणधर्मः न अत्र दत्तः, परन्तु भावः तथा अस्ति इति अवगन्तव्यम्। इदानीं ग्रहणं गृह्णन् इति एकमेव पदमस्ति, द्वितीयायां पङ्क्त्यां पण्डितस्य पक्षे नास्ति ग्रहणम् इति नास्ति, परन्तु तत्र तत्तु अन्तर्गतं यथा इति कथम् इत्युक्ते शिरसा श्लाघते पूर्वम् इति अस्ति, पूर्वम् इत्युक्ते गुणम् इति, गुणं शिरसा श्लाघते, परम् इत्युक्ते दोषः इति, दोषं कण्ठे एव नियच्छति अनुक्त्वा, कवीनां दोषम् अनुक्त्वा कण्ठे एव स्थगयति पण्डितः इति अर्थः भवति। अतः गृह्णन् इत्यस्य स्वीकारः इति अर्थे पण्डितः कवीं स्वीकृत्य अभिनन्दितवान् इति अर्थः भवति। अतः साधारणधर्मः पृथक् पृथक् न दत्तं, सः एकमेव पदं गृह्णन् इति पदं द्वयोः अपि विषयोः मध्ये अन्वितम् इति अर्थः। तर्हि अत्र पूर्णोपमा अस्ति वा न वा? अस्ति एव, अस्ति अत्र अस्तु, इव इति वाचकम् अस्ति, इन्दुक्ष्वेडौ इव ईश्वरः इति अस्ति खलु, वाचकमपि अस्ति, उपमालङ्कारः एव सः अस्ति, ईश्वरः इव इति अर्थः। उपमानं किम् इति, अत्र ईश्वरः, तस्य चन्द्रस्य धारणं, विषस्य ग्रहणं, बन्धनं, तत्सर्वम् उपमानं भवति। अत्र क्रमेण तत्तत् यथा क्रमं वदामः चेत् ईश्वरः, अनन्तरं पण्डितः, गुणः अभिनन्दनं, दोषः विषं, गृह्णन् इति एकमेव पदं, तत्तु अत्र स्वीकारः इत्यर्थे दृश्यते, उपमालङ्कारः एव इव इति अस्ति. अस्तु, पूर्णोपमा इत्येव वक्तव्यं, द्वयोः अपि अन्वितं भवत् अन्वितः भवति साधारणधर्मः गृह्णन्, अतः पूर्णोपमा एव. अत्र केवलं बिम्बप्रतिबिम्बालङ्कारः इति अग्रे आगच्छति, तत्रापि ईश्वरस्य विषये यदुक्तम् उपमानं तत् तस्यैव मुख्यम्, अतः बिम्बत्वम्, अनन्तरं पण्डितस्य प्रतिबिम्बत्वम् इति उच्यते. परन्तु किञ्चिदिव मम मनसि अपि भ्रमः अस्ति बिम्बप्रतिबिम्बस्य विषये, यदा वयं तम् अलङ्कारं पठामः तदा पश्यामः. अस्तु महोदय. अग्रिमः अग्रिम विमला भगिनी पठति वा तृतीय श्लोक. विमला महोदय, विमला भगिनी एकवारं श्लोकत्रयमपि युगपत् पठतु, अनन्तरम् एकैकं श्लोकं स्वीकृत्य वदामः. आं महोदय. वर्ण्योपमानधर्माणाम् उपमावाचकस्य च एकद्वित्रिनुपादानैः भिन्ना लुप्तोपमाष्टधा गौरीन्द्रतुल्या स्या कर्पूरन्ती दृशोर्मम पङ्क्त्या स्मरवधूयन्ती दृष्टा तन्वीरहो मया तया मेलनं तत्र लाभो मे यश्च तद्रतेः तदेतत्काकतालीयम् अवितर्कितसम्भवम्. अत्र केवलं किञ्चिदिव अहं सूक्ष्मरीत्या वदामि, अनन्तरं विस्तारेण पठामः. अत्र लक्ष्यलक्षणग्रन्थः इति उक्तं खलु कुलयानन्दस्य विषये. अत्र प्रथमा पङ्क्तिः इति एतदेव स्वीकुर्मः, वर्ण्योपमानधर्माणाम् उपमावाचकस्य च. अत्र पूर्णं श्लोकमस्तु, एकद्वित्यनुपादानैः भिन्नाः लुप्तोपमाष्टधा इति, अष्टधा अष्टविधाः भवन्ति लोप लुप्तोपमा इति. इदानीम् अवयवाः कति सन्ति उपमालङ्कारे? चत्वारः अवयवाः सन्ति. अत्र अष्टधा लोपः भवितुमर्हति, कदाचित् उपमानस्य लोपः भवेत्, कदाचित् उपमेयस्य लोपः भवेत्, कदाचित् उपमावाचकस्य एव लोपः, कदाचित् धर्मस्य एव अपि, अनन्तरं द्वयोः अपि लोपः भवितुमर्हति. अतः एवं पर्म्युटेशन् अण्ड् काम्बिनेशन् मेथड् स्वीकृत्य उपयुज्य पश्यामः चेत् अष्टधा भवति लोपः अत्र. सः एव विषयः प्रथमश्लोके पूर्णतया उक्तम् अत्र. वर्णोपमानधर्माणां, वर्ण्यम् इति उपमेयम्, उपमानं धर्माणाम् उपमावाचकस्य, तत्र आगताः चत्वारः अपि अवयवाः. एकद्वित्रेणुपादानैः, एकस्य वा द्वयोः वा त्रीणां वा त्रयाणां वा उपदानं इत्युक्ते अनुक्त्वा अपि उत्तमा लुप्तः भवति अष्टसु विधेषु इति अर्थः भवति तत्र. तदर्थम् अग्रे द्वयोः श्लोकयोः उदाहरणानि दत्तानि, तत् विवरणम् अधिकं भवति अत्र, वयं पश्यामः. तत्सर्वं दृष्ट्वा पुनः अत्र द्वितीयश्लोकस्य तृतीयश्लोकस्य मध्ये किञ्चिदिव परस्परं सम्बन्धः अर्थेपि भवति, तदपि पश्यामः. इदानीं प्रथमस्य विषयं पश्यतु, पठतु. अहमेव पठामि वा? अस्तु. तडिद् गौरी समासः तडिदिव गौरी. न न, उपमेयादीनां. अस्तु अस्तु. उपमेयादीनां चतुर्णां मध्ये एकस्य द्वयोः त्रयाणां वा लोपेन परिणमितं यत्तत्तु लुप्तः लुप्त उपमा इति उच्यते. सा च अष्टधा, यथा वाचकलुप्ता धर्मलुप्ता धर्मवाचकलुप्ता वाचकोपमेयलुप्ता उपमानलुप्ता वाचकोपमानलुप्ता धर्मोपमानलुप्ता धर्मोपमानवाचक वाचकलुप्ता इति अष्टसु विधेषु भवति. परिचितानि उदाहरणानि पश्यामः. अतः केवलं वाचकस्य लोपः, धर्मस्य लोपः, धर्मवाचकद्वयोः अपि लोपः उपमावाचक उपमेयस्य द्वयोः अपि लोपः, केवलम् उपमानलोपः, वाचक उपमानलोपः, धर्मस्य उपमानयोः युगपत् लोपः, धर्म उपमान उपमावाचक त्रयोः अपि त्रयस्य अपि लोकः लोपः इति अष्टसु विधेषु भवितुम् अर्हन्ति. अस्तु. तडित् गौरी इति समासः, तडित् गौरी गौरत्वम् इति विग्रहवाक्यम्, अत्र इव इत्यस्य सादृश्यवाचकस्य लोपः. किन्तु गौरत्वमिति पदमेव साधारणधर्मयुक्तमुपमेयं भवति. समासद्वारा इति दृष्ट समासद्वारा एव समस इति अस्ति, समासद्वारा एव सादृश्यं सूचितमिति, अतः तदर्थं पृथक् पदं न आवश्यकम्. अवगतं खलु? तटिद्गौरी इति तत्तु समासः. कदाचित् समासस्य अलङ्कारस्य परस्परं सम्बन्धः भवति एव. वयम् अनेकेषु समासेषु दृष्टवन्तः खलु. अत्र मध्यमलोपि समासः भवति. तडिद्दिव गौरी इति अत्र अर्थः भवति, समासः भवितुम् अर्हति. तत्र अस्ति एव तडिद्दिव गौरी इत्येव विग्रहवाक्यं. तत्र पठामः चेत् युवावाचकमस्ति इति अवगम्यते. परन्तु पदं यदा उच्यते तटिद्गौरी इति, तत्र इव इति उपमावाचकस्य लोपः भवति. परन्तु किमर्थं तथा लोपः भवति चेत्, तत्र अर्थः भवितुम् अर्हति इति प्रश्नः भवति चेत्, समासस्य विधानेन एव कार्येण एव उपमालङ्कारः अवगतम् अलङ्कारः अवगतः. अतः पुनः तस्य इव इति पदस्य आवश्यकता नास्ति. तटिद्गौरी इत्यस्य समासः सञ्जातः, तत्र इव इति पदम् आसीत् विग्रहवाक्ये. अतः उपमालङ्कारः अवगतः, समासः अपि कृतः. पुनः तत् किमर्थम् उपमानसि उपमावाचकस्य आवश्यकता नास्ति. तेन कारणेन तत्र सादृश्यवाचकस्य लोपः अभवत् इति अर्थम्. अत्र उपमानं भवति तटित् इति, तटित् इव गौरी इति गौरवर्णः, गौरवर्णः कान्तियुक्ता, श्वेतकान्तियुक्ता इति अर्थः भवति. अस्तु अग्रिमः. इन्दुतुल्यास्तुल्यास्या इन्दुना तुल्यम् आस्यं यस्याः सा इति समासस्य विग्रहः. धर्मः न सूचितः, स तु कान्तिः धवलत्वं वा भवेत्, अतः अत्र धर्मवाचकलोपः. अत्र पश्यतु, तुल्या इति अस्ति, तत्तु उपमावाचकं भवति. इन्दुतुल्यास्या इति भवति, कस्य आस्यम् इति न उक्तम् अत्र. तस्याः अत्य वा नास्ति वा? तन्वी इति श्लोके वर्तते भगिनि. तत् तद् मास्तु. इदानीं केवलम् एकैकं पदं स्वीकृत्य वयं विश्लेषणं कुर्मः, श्लोकं पूर्णतया न. अत्र इन्दुतुल्यास्या इति पदं स्वीकुर्मः चेत्, इन्दुना तुल्यम् आस्यम् इति भवति चेत्, आस्यमिति मुखस्य भवति एव उपमानम्. इन्दुना तुल्यम् इत्यत्र उपमेयं भवति. क्षम्यताम्, इन्दुना इत्युक्ते उपमानम् इन्दुः, आस्यमिति उपमेयं, तुल्यमिति उपमावाचकम् अभवत्. परन्तु तत्र साधारणधर्मः नास्ति. कस्मिन् विषये इन्दुतुल्यम् आस्यं वयं न जानीमः. परन्तु अस्माभिः अवगन्तव्यं, चन्द्रः श्वेतवर्णीयः, तस्य कान्तिः अस्ति इति कारणात्, यदा चन्द्रबिम्बवदना इति वदामः चेदेव वयम् अवगच्छामः खलु. चन्द्रस्य कान्तिः अपि अस्ति, तदा श्वेतवर्णः अपि अस्ति इति जानीमः. अतः अत्र समासे एव पूर्णतया एतत् अवगतं, विषयः अवगतः. अत्र साधारणधर्मः न सूचितः चेदपि अत्र अर्थः भवति कान्तिः अथवा धवलत्वम् इति अर्थः अभवत्. अतः अत्र धर्मस्य धर्मवाचकस्य लोपः अभवत्. महोदय, मम प्रश्नः अस्ति, यत्र तडित् गौरी इति अस्ति, एकमेव पदं दत्तमस्ति तडित् गौरी इति, अत्र तु तडित् इति उपमा अस्ति, गौरी इति अत्र साधारणधर्मः इति स्वीकुर्मः वा, नो चेत् उपमेयम् इति स्वीकुर्मः वा, कथं अत्र गौरी इति तटित् गौरी इत्यत्र पूर्ण पूर्णतनं वा? अस्तु अस्तु, गौरी इत्यत्र गौरत्वम् इति धवलत्वम् एव स्वीकरणीयम्. तर्हि गौरी इति साधारणधर्मः इत्येव स्वीकर्तव्यं वा? तत्र उपमेयम् इति स्वीकरणीयं वा इति मम प्रश्नः न अस्ति। न उपमेयम् इत्येव स्वीकरणीयं भवति, काचन गौरी। यतः गौरवर्णीया इति अर्थः भवति। किन्तु अत्र साधारणधर्मः अन्तर्भूतः अस्ति इति स्वीकरोति। आम् तत्र न न बहिः न दृश्यते, सर्वम् अन्तर्भूतमेव। वयं जानीमः कुत्र कुत्र कः अस्ति इति, वयं सर्वं जानीमः। अत्र तु विषयः कः? विश्लेषणम्, तर्हि अत्र अलङ्कारशास्त्रम्। वक्तव्यं खलु, अत्र तु अत्र उपमानवाचकं नास्ति, अनन्तरं साधारणधर्मः अपि नास्ति, न दत्तं तत्र खलु किमर्थं नास्ति? उभमपि। तटिदिव गौरी इत्यस्य उपमावचकं समासस्य कारणेन नास्ति, भवतु, हा, परन्तु गौरी उपमानम् इति अस्ति। उपमेयं नास्ति खलु, क्षम्यतां, साधारणधर्मः नास्ति खलु हा, गौरी इति। साधारणधर्मः नास्ति, नास्ति, तदेव उक्तं तत्र। अस्तु, इव इति शब्दस्य सादृश्यवाचकस्य लोपः भवति, परन्तु गौरत्वम् इति पदमेव साधारणधर्मयुक्तम् उपमेयं भवति। अत्र गौरी इति पदे एव उपमेयमपि अस्ति, धर्मः अपि सूच्यते इति उक्तम् अत्र। अतः अस्तु, समासद्वारा सादृश्यं सूचितम् इति, अतः पृथक् पदं नावश्यकम् इति कृत्वा तत् न उपयुक्तम् अत्र, तावद् अस्ति इति ज्ञायते। तत्र तत्र गौरी इति पदं समासे समासे साधारणधर्मयुक्त अपि उपमेयं, गौरी इति पदम्। तत् सूचयति इति, गौरवर्णः इति साधारणधर्मः तत् सूच्यते। अत्र कश्चन विषयः भवति, यदा समासः न भवति तदा एव अस्माकं विश्लेषणं सुकरं भवति, कः कः विषयः अस्ति नास्ति इति। समासः क्रियते चेत् तत्रैव अंशाः अवयवः गच्छति चेत् अस्माभिः किञ्चित् अवधानेन द्रष्टव्यं भवति खलु। इदानीं तटिदिव गौरी इत्यत्र इव इति वाचकं तत्र अस्ति विग्रहवाक्ये, परन्तु अत्र नास्ति इति कारणात् तत्, परन्तु समासः वदति, तस्य विषयं वदति एव। अस्तु, इन्दुतुल्यस्य पठितं किम्? आं महोदय, पठतु। कर्पूरन्ति, अहमेव पठामि किं महोदय, अन्य अन्य कोऽपि पठेत्? पठितुम् इच्छामि, अग्रे केनापि पठतु भगिनि, पठ्यताम्। अस्तु अस्तु, भवती पठतु, अनन्तरं काकतालीयमिति ततः विवेक। अस्तु, कर्पूरन्ति मम दृशोः, कर्पूरमिव आचरन्ति इति अर्थः। अत्र केवलम् उपमान उपमेययोः एव उपस्थितिः, साधारणधर्मस्य इव वाचकस्य च लोपः। अर्थस्तु कर्पूरवत् नयनयोः आनन्दात्मकव्यवहारः, अतः धर्मवाचकलोपः। अस्तु, अत्र वयं यङ्ग्लुङ्ग् लकारः इति क्रियापदस्य विषयं वयं सर्वे पठितवन्तः खलु। इदानीं पुत्रीयते, कृष्णायते इत्यादि, गरुडायते इति भिन्नभिन्नपदानि आगच्छन्ति खलु, तथा एव कर्पूरन्ति इति भवति, कर्पूरमिव आचरन्ति इति अर्थः भवति, सः भिन्नः विषयः। तद् तत्रापि चाट् इदानीं स्थापितवती भगिनि तस्मिन् विषये, मया अन्विष्टम् कस्मिन् विषये? तत्र कर्पूरन्ति इत्यस्मिन् विषये मया अन्विष्टम्, तत्र चाट् हा, मध्ये स्थापितवती। अस्तु, कर्पूरन्ति इति भवति खलु, अतः कर्पूरमिव आचरन्ति इति अर्थः भवति। तथा अर्थः भवति चेत् अत्र उपमानम् उपमेयम् इति द्वयस्य एव उपस्थितिः अस्ति इति अर्थः। सा मम दृशोः कर्पूरमिव सा आचरन्ति, काचन कन्या अस्ति इति, काचन कन्या सा मम दृशोः कर्पूरमिव दृश्यते, कर्पूरमिव बहु वासनायुक्त वा सुगन्धयुक्त वा किमपि, कः विषयः इति वयं न जानीमः, कर्पूरमिव आचरन्ति इति अर्थः भवति। अतः उपमानम् उपमेयं द्वयमपि भवितुमर्हति, साधारणधर्मस्य अपि लोपः, इव वाचकस्य अपि लोपः। अत्र तु क्रियापदस्य आधारेण अभवत्, अत्र समासः नास्ति। अर्थस्तु कर्पूरवत् नयनोः नयनयोः आनन्दात्मकव्यवहारः, सः धर्मः, तथा स्वीकरणीयः। आनन्दात्मकव्यवहारः इति कर्पूरवत् इति स्वीकरणीयः अस्माभिः, अतः धर्मस्यपि लोपः, इव इति न, अतः वाचकः अपि लोपः, धर्मवाचकद्वयोः अपि लोपः इति. अस्तु. अग्रे, कान्त्या स्मरवधूयन्ति. कान्त्या स्मरवधूः इत्युक्ते रतिः इव शोभते. कान्तिः साधारणधर्मः, स्मरवधूः उपमानं, वाचिक उपमेययोः लोपः. लोपः. अत्र स्वयं रतिः इव कान्तियुक्ता इति सा मन्यते इति अर्थः. कान्तिः इत्यस्य विशेषणस्य बलेन आत्मानं रतिमिव भावयन्ती सा, मया दृष्टा. आत्मानमिति उपमेयं, वाचकं च लुप्ते. लुप्ते, अत्र उपमेयमपि नास्ति, वाचकमपि नास्ति. वधूयन्ति, कान्त्या इति धर्मः आगतः, कान्तिः इति. स्मरवधूयन्ति इति उपमा उपमानमागतं, रतिः इव इति अर्थे अर्थे. अतः पुनः तत्र वधूयन्ति इति क्रियापदस्य ताद् प्रयोगस्य तद् यङ्लकारः खलु, केच् तथा केच् प्रत्ययः. न यङ्लुङ्लकारः इति न महोदय, अत्र केच् प्रत्ययः आचरति इत्यस्मिन् अर्थे केच् प्रत्ययस्य विधानं. तर्हि स्वरवधूयोगः केच् प्लस् तिङ् रूपं तु स्मरवधूयति, यथा पुत्रीयति इति वदामः तथा स्मरवधूयति इति तिङन्तरूपं. शत्रन्तस्त्रीलिङ्गरूपं तस्य भवति स्मरवधूयन्ती इति भवति. परन्तु स्मरवधूति धातुः न, धातु अत्र धातु क्रियते केच् प्रत्ययेन, धातु क्रियते नामधातुः. ओहो अस्तु, चाट् मध्ये अतः अत्र तु शत्रुप्रत्ययः वा. शत्रन्तरूपं, शत्रुप्रातिपदिकं तु स्मरोवधूयत् इति भवति नामधातुः. नामधातुः. ओ अस्तु, अतः एव एतादृशछात्राः सन्ति चेत् वर्गे बहु सुलभः भवति, सुकरः भवति. कदाचित् व्याकरणविषये एवं सन्देहाः भवन्ति चेत् एतत्तु सहायकरं भवति. भवतु, कान्त्या स्मरवधूयन्ति, अतः रतिः वा आचरति सा शोभते. अतः धर्मः अस्ति साधारणधर्मः, उपमानं रतिसदृशः इति कारणात् उपमानम् अभवत्. वाचकः अपि वाचकमपि नास्ति, उपमेयमपि नास्ति इति, ते तयोः लोपः. अत्र सा आत्मानं रतिमिव सा एव भावयन्ती सा, मया दृष्टा सा कन्या इति अवगतम्. अन्ते अन्तिमम् अस्ति काकतालीयम् इति, अत्र किञ्चित् दीर्घं भवति. तत् अहं पठित्वा अहं विवरणं दास्यामि, भवतु वा, तदा एव अस्मिन् दिने एतस्य पूर्णता भवति इति मन्ये. इदानीं काकस्य आगमनं, तालस्य पतनम् इति क्रियाद्वयं वर्तते. यदा तालवृक्षे काकः आगत्य तत्र उपवेष्टुम् आगच्छति, केवलं तदा तालफलस्य पतनं भवति. यत्तु काकस्य आगमनस्य कारणात् न, केवलं सन्दर्भः तथा भवति, यथेच्छं भवति, आकस्मिकं भवति. अतः एव अवितर्कितसम्भवम् इति अन्ते अस्ति खलु. अवितर्कित इत्युक्ते अनूहित, न ऊहितं, सम्भवः अभवत् एक्सिडेण्टलि, अकस्मात्, आकस्मिकम् इति वदामः खलु. अतः काकतालीयम् इति वदति, काकस्य आगमनमेव यादृच्छिकम् इति. आम्, अनन्तरं तालस्य पतनमेव इति. क्रियाद्वयमपि, उभयत्र उपमेयस्य लोपः, कस्य उपमानम् इति वयं न जानीमः. काकगमनमिव तालपतनमिव काकतालम् इति समासः भवति, तद् वयं जानीमः, इवार्थे समासः इति भवति. अतः तत्तु केवलं ज्ञापकबलात् समासः समर्थितः, तदपि वयं जानीमः. अत्र किमर्थं काकतालीयम् इति विवरणम् इत्युक्ते ईयस् प्रत्ययः अस्ति इति कारणात् काकतालीयम्. इदानीं सञ्जातः काकतालयोः समागमस्य वा अथवा परस्परं मेलनस्य वा सम्बन्धस्य वा समासः सञ्जातः, अतः पुनः तस्य इव इति वाचकस्य आवश्यकता न भवति. पुनः पूर्वमेव कृतं, काकस्य आगमनमिव तालस्य पतनमिव इति आगतं, पुनः तस्य आवश्यकता नास्ति. अनन्तरं इदानीं कस्य कस्य लोपः इति जानीमः. उपमत् उभयत्र उपमेयस्य लोपः भवति इति सर्वं ज्ञातम्। इदानीं सर्वान् श्लोकान् मिलित्वा पश्यामः कथं भवति, श्लोकानाम् अर्थं पश्यामः। स्वस्य क्वचित् गमनं, कश्चन अस्ति तस्य स मया मया इति उक्तुम् अतः स्वस्य इति वयं स्वीकुर्मः। स्वस्य कुत्रापि गमनं, तत्र एव रहो इति अस्ति खलु, ममादृष्टा रहो इति अहम् अह अत्र रहसि इति, रहस्ये सा रहसि सा दृष्टा, सा कथम् आसीत्, तन्वी आसीत्, कृशाङ्गी आसीत्, तन्वी आसीत्, अवस्थानं तस्य स्थान तस्याः स्थानम् आसीत्, तत्र स्वस्य तस्याश्च समागमः इति एतत् सञ्जातं। समागमः यदा सर्वं सञ्जातं तत् कथमिव आसीत्, काकतालीयमेव इति, सः न पूर्वं ज्ञातवान् सा तत्र अस्ति इति सः न ज्ञातवान्, यथेच्छया तत्र गतवान् तदा तां दृष्टवान्, तयोः समागमः अभवत्, तत्तु काकतालीयमेव अभवत् इति अर्थः भवति। अत्रापि काकः किं करोति, तालं तालफलं यदा पतति काकः तत् खादति, अतः संयोगः अभवत्, काकस्य तालफलस्य समागमः अभवत्, परन्तु आकस्मिकम् अकस्मात् अभवत्। इदानीम् एषः एव अंशः भवति उपमेयस्य सूचनार्थम्, एषः अंशः एव भवति इति। अतः पतनदलिततालफलं यथा काकेन उपभुक्तं तथा रहसि दृष्टा सा कृशाङ्गी तन्वी स्वेन उपभक्ता इति अर्थः फलति। अतः परस्परं तोलनं पूर्णतया स्वीकुर्मः चेदेव भवति। काकतालीयमित्र इत्यत्र ये ये विषयाः सन्ति ते सर्वे विषयाः पूर्वतनश्लोकद्वये पूर्वमेव उक्तं, तथा अतः कल्पनीयः सम्बन्धः कल्पनीयः भवति। अतः काकतालयोः मेलनम् उपभुक्तिः च इति द्वयमपि उपमानं सूचयति। इवार्थे समासः इति सूत्रात् वाचकं सूच्यते, एवम् उपमानवाचकयोः लोपः समर्थ्यते। अत्र अर्थः अवितर्कितसम्भवं कथम् इत्युक्ते तत्र अकस्मात् सञ्जातसम्भवः इति अर्थे तस्य अनेन पदेन एव साधारणधर्मस्य भावः अपि सूच्यते। एतत् सर्वम् अकस्मात् सञ्जातम् इति कारणात् तत्तु साधारणधर्मः, यथा परस्परसमागमः कश्चन व्यक्तिः काचन व्यक्तिः आसीत् तन्या सह अभवत्, तथा काक यत् तत् कथम् आसीत् इत्युक्ते काकस्य आगमनमिव तालस्य पतनमिव, काकः तालफलं यथा काकस्य तालफलखादनमिव अभवत् इति उपमानम्। एतत् सर्वं पूर्णतया श्लोकत्रये अपि आगच्छति इति कारणात् युगपत् पठनीयम् इति मया उक्तम्। अत्र श्लोक प्रश्नाः सन्ति चेत् अग्रिमसप्ताहे पश्यामः। केवलं मम प्रश्नः एकः, एतत् अलङ्कारशास्त्रम् एवं पठामः चेत् सम्यक् अवगम्यते इति कृत्वा मया एतावत् सर्वं कृतं, करपत्रं सर्वं भिन्नभिन्नपुस्तकेभ्यः विषयान् स्वीकृत्य रचितम्। इदानीम् एतावन्ति विवरणानि मां भवन्तु इति भवन्तः चिन्तयन्ति चेत् वदतु, अहं बहु शीघ्रं न महोदय, आवश्यकं महोदय एतावन्ति विवरणानि, तेन अवगमनं जायते। इतरजनाः किं कुर्वन्ति इति प्रतिस्पन्दं सूचयन्तु। आवश्यकमेव भवति महोदय, आवश्यकमेव, चेत् भ्रमात्मकं भवति भगिनि, यतः अत्र जामिता भवति चेत् मास्तु इति तावद्। परन्तु केवलम् उपमालङ्कारे एव एतावन्ति एतावन्तः विषयाः सन्ति, अग्रे अग्रे इतोपि किञ्चित् लघु लघु भवति, अनन्वयालङ्कारः सत्सर्वम् अग्रे पठामः। इदानीं शान्तिमन्त्रम् उक्त्वा वयं विरमामः। सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्। ॐ शान्तिः शान्तिः शान्तिः। शो नमः।